येन दोता किर पुंसां विमलै शब्दवारिभिः कमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. नमस्कारः. धन्यवादः सर्वेभ्यो नमः. नरेन्द्रमहोदय नमस्कारः. अस्माकं वर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपदानां विभक्तिरूपाणि इति. तस्मिन् विषये वयं किञ्चित् अतीतवन्तः गीतासोपने द्वितीयभागे कतिचन पुटानि अपि वयं कृतवन्तः. इदानीं तत्र अग्रे विशेषणविशेषभावः इति आयाति. तस्य पूर्वं केवलं तत्र अभ्यासरूपेण तत्र अन्यत् करपत्रं स्वीकृतमस्ति, तत्र ईमेल् द्वारा प्रेषितम् अस्ति. तत्र षष्ठी विभक्तिः इति शकुन्तलायाः कथा. गतवर्गे शकुन्तलायाः कथां पठितवन्तः, पूर्णतया न किन्तु अर्धस्य अधिकमपि पठितवन्तः इति मन्ये, किन्तु पूर्णतया न पठितवन्तः इति कृत्वा तदेव अद्यापि तत् पठित्वा तदनन्तरम् अभ्यासाः ये सन्ति तानपि अद्य कुर्मः. अस्तु, तत्र सर्वेषां पार्श्वे अस्ति खलु तत्र करपत्रं शकुन्तलायाः कथा, तत्र लिंक अस्ति ईमेल् मध्ये. वी विल् यूस् दिस् फैल् इति किमपि आसीत्, हा सः एव तदेव अस्ति. अस्तु तर्हि तत्र लक्ष्मी भगिनी आरम्भं करोति वा पुनरेकवारं तत्र कथां शकुन्तलाय इति कथाम् आरम्भतः पठामः. तदनन्तरं शकुन्तला अप्सरसः मेनकायाः पुत्री आसीत्. तस्याः पितुः नाम विश्वामित्रः आसीत्. कण्वश्च तस्याः पालयिता पिता आसीत्. सा पालयितुः पितुः कण्वमुनेः आश्रमे वसति स्म. कण्वस्य तस्याम् अत्यधिकः स्नेहः आसीत्. पुत्र्याः शकुन्तलायाः पालने सः सर्वदा दत्तावधानः आसीत्. कालेन शकुन्तला युवतिः जाता. तस्याः विवाहस्य कृते पितुः कण्वस्य महती चिन्ता अभवत्. हा, धन्यवादः भगिनी. अस्तु, अग्रे सूर्यकुमारी भगिनी पठति वा? एकदा इति एकदा सः दुष्यन्तस्य मृगया विहारः कल्पितः अभवत्. विचिरतः मृगम् अनुसरतः च दुष्यन्तस्य यदा महाव्रतिनः कण्वस्य आश्रमे प्रवेशः अभवत् तदा मुनिकुमाराः आश्रम मृगाणां वग्नं निषिद्धवन्तः. ततः राजा दुष्यन्तः राजोचितानि उपकरणानि त्यक्त्वा पद्भ्यामेव आश्रमं गतवान्. तत्र सखीभिः सह सखीभिः सह वृक्षान् सिञ्चन्त्या शकुन्तलया सह नृपतेः दुष्यन्तस्य साक्षात्कारः अभवत्. दर्शनमात्रेण उभयोः परस्परम् अनुरागः सञ्जातः. अतः तदानीं दुष्यन्तः शकुन्तलां गान्धर्वविधिना परिणीतवान्. समीचीनं भगिनि, अस्तु धन्यवादः. अग्रे पठति वा तत्र भवत्या पार्श्वे अस्ति खलु? हा हा अस्ति अस्ति. परिणीतवान्. पितुः अनुपस्थितौ एतादृश्याः घटनायाः कारणेन सा चिन्ताग्रस्ता आसीत्. अपि च राज्ञः दुष्यन्तस्य अनुरागे लीना आसीत्. तस्मिन् अवसरे एकदा दुर्वासाः ऋषिः कण्वस्य आश्रमम् आगतवान्. दुष्यन्तं ध्यायन्ती शकुन्तला दुर्वाससः आह्वानं न श्रुतवती. क्रोधेन दुर्वासः शकुन्तलाम् अभिशप्तवान्. यस्य ध्याने त्वं मग्ना असि सः त्वां विस्मरिष्यसि इति. हौ मीन् विस्मरिष्यति इति. अग्रे पठामि वा? तीर्थात् आगत्य कण्वः सर्वं वृत्तान्तं ज्ञातवान्. मुनिकुमाराभ्यां शार्ङ्गरव शारद्वाभ्यां गौतम्याभ्यां शारद्वताभ्यां गौतम्या च सह कण्वः शकुन्तलां तस्याः पत्युः चक्रवर्तिनः दुष्यन्तस्य राजभवनं प्रेषितवान्. शापवशात् गान्धर्वविवाहविषये दुष्यन्तस्य विस्मरणं जातम्. दुष्यन्तेन प्रदत्ता मुद्रिका अपि मार्गे नद्याः जले अपतत्. अतः प्रमाणस्य अभावात् दुष्यन्तः पत्नीरूपेण शकुन्तलां नैव अङ्गीकृतवान्. एतेन वृत्तान्तेन शकुन्तला विषादग्रस्ता अभवत्. किन्तु कण्वाश्रमं न प्रत्यागतवती. मातुः मेनकायाः साहाय्येन सा महामुनेः मारीचस्य आश्रमं प्राप्तवती. तत्र च सा चक्रवर्तिलक्षणोपेतं न अवगतम् एतत् क्या किमस्ति चक्रवर्तिलक्षणोपेतं भरतनामानं पुत्रं प्रसूतवती. पुत्रं प्रसूतवती, समीचीनं. समापयामि वा? न न, अग्रे तत्र नरेश महोदय पठति वा अग्रे? नरेश महोदय एकदा देवासुरयोः सन्धाने मघवतः साहाय्यार्थं दुष्यन्तः इन्द्रलोकं गतवान्. ततः प्रत्यागमनकाले दुष्यन्तेन सह शिशोः भरतस्य साक्षात्कारः अभवत्. सः तदानीम् उद्दाम्नः कस्यचित् सिंहशावकस्य मुखे हस्तं निक्षिप्य दन्तान् गणयन् आसीत्. तस्य शिशोः निर्भीकतया प्रभावितः दुष्यन्तः तस्य परिचयं जिज्ञासितवान्. तस्य मातुः शकुन्तलायाः प्रत्यभिज्ञानात् परं भरतं स्वपुत्रं ज्ञात्वा सः क्षमायाचनापूर्वकं तं शकुन्तलां च सहर्षं स्वीकृतवान्. समीचीनं महोदय, अस्तु धन्यवादः. अस्तु तर्हि, तत्र गतवर्गे वयं किञ्चित् परिशीलितवन्तः, किन्तु तत्र किं किम् अस्ति इति किञ्चित् स्मरणं कुर्मः. तदनन्तरं तत्र प्रायशः द्वितीयपुटे एव बहु किमपि करणीयम् अस्ति इति मन्ये. किन्तु प्रथमपुट क कथायाः तत्र तु सर्वं पठितवन्तः इति मन्ये, किन्तु तत्र ललिता भगिनी किञ्चित् विवृणोति वा तत्र प्रथमपरिच्छेदे किम् अस्ति इति? अस्तु, एकनिमिषम्. शकुन्तला अप्सरसः मेनकायाः पुत्री आसीत्. तत्र मेनकायाः इति षष्ठी, मेनकायाः अप्सरसः अपि षष्ठी, विशेषणविशेषभावः अस्ति. मेनका, मेनका अस्ति चेत् तत्र अप्सरसः इति रूपं किं भवति? प्रथमविभक्तिरूपं किम् अस्ति? अप्सरसः, अप्सरसः इति षष्ठिविभक्ति, षष्ठिविभक्ति. मेनकायाः अपि षष्ठिविभक्ति. इदानीं विशेषविशेषणं मेनकायाः विशेषणं. मेनकायाः इति प्रायशः विशेष्यम् इति मन्ये. कीदृश मेनका, कीदृशी मेनका? इदानीं तत्र उत्तरं किं? तत्र अप्सरसः इति तु षष्ठी विभक्ति, तद् न उचितं. प्रथमविभक्तिरूपं किम् अस्ति अप्सरसः इति पदस्य? अप्सराः. आकारान्तपदं नास्ति तद्, अतः तत्र अप्सरा इति न वक्तव्यं, किन्तु तत्र सकारान्तपदम् अस्ति अप्सरस् इति प्रातिपदिकं, तत्र प्रथमाविभक्तिरूपम् अस्ति अप्सराः इति, अप्सराः मेनका इति. द्वितीया विभक्ति अप्सरसौ अप्सरसः. हा इति द्विवचने, द्विवचने अप्सरसौ. प्रातिपदिकम् अप्सरस्, प्रथमविभक्तिरूपम् अस्ति अप्सराः इति. ओ अप्सराः, अप्सराः मेनका. अतः तत्र अप्सराः मेनका या अस्ति, दुर्वासाः. द्विवचनं बहुवचनं कथं भविष्यति? अप्सराः अप्सरसौ अप्सरसः एवं वा? अप्सराः अप्सरसौ अप्सरसः इति. तत्र भगिनी तत्र ईमेल् द्वारा अपि तत्र स्वरूप महोदयस्य करपत्रस्य लिङ्क् अपि अस्ति भगिनी तत्र. तत्र उद्घाटितमस्ति, तत्र द्वितीयपुटं पश्यतु भगिनी, द्वितीयपुटम् आरम्भे तत्र पुल्लिङ्गरूपाणि सन्ति, द्वितीयपुटे स्त्रीलिङ्गपदानि सन्ति. अपि ओ क्षम्यतां, तृतीयपुटे अन्तिम स्त्रीलिङ्गपदम् अस्ति. तृतीयपुटे अन्यत् स्वरूप महोदयस्य करपत्रं, तत्र विभक्तिकरपत्रम् इति अस्ति. अस्ति महोदय, सकारान्त अप्सरस्. हा सकारान्त अप्सरस् इति, अप्सराः अप्सरसौ अप्सरसः इति. अस्तु, तत्र तस्यापि किञ्चित् अभ्यासं कुर्मः. अतः तत्र मम भगिनी तत्र वदतु, तत्र अप्सरसाः मेनका इति तदस्ति प्रथमविभक्ति, अप्सरसः मेनकायाः इति षष्ठी. इदानीं तत्र तृतीया किं भवति? अप्सरसा मेनकया. इदानीं चतुर्थी? अप्सरसे मेनकायै. हा इति समीचीनं, तादृश वक्तव्यमस्ति. फार्मुला अस्ति, या यै यः यः या. हा सत्यं सत्यं महोदय. द्वितीयविभक्तिः तदमेकवचनम् अप्सरसम्. द्वितीयविभक्ति किं भगिनि? द्वितीय अप्सरसां, अप्सरसम् अप्सरसा. तृतीयविभक्ति एकवचनम् अप्सरसा. द्वितीय अस्ति अप्सरसम् इति. अप्सरसम्. इदानीं तत्र मेनका किं भवति? मेनकम्. न मेनकाम्. ओ मेनकाम्, मेनका अकारान्त. अकारान्तत् आकारान्तस्त्रीलिङ्गपदमस्ति किन्तु अप्सरा सकारान्तस्त्रीलिङ्गपदमस्ति अतः तत्र क्लेशः किन्तु अभ्यासं करणीयमस्ति द्वितीया विभक्ति द्विवचनं बहुवचनम् अप्सरसम् अप्सरसौ अप्सरसः एव न सत्यं भगिनि सत्यं अस्तु अग्रे नमस्कारः नमस्कारः महोदय नमस्कारः अग्रे ललिता भगिनी पठतु अग्रे शकुन्तला इति चिन्ता मास्तु भगिनि शकुन्तला इति कथां तस्याः पितुः नाम विश्वामित्रः आसीत् तस्याः पितुः षष्टिविभक्ति पिता शब्दस्य तस्याः पितृशब्दस्य पितृशब्दस्य करेक्ट् पितृशब्दस्य ऋकारान्त तस्याः इत्युक्ते शकुन्तलायाः पितुः नाम विश्वामित्रः आसीत् नाम कण्वश्च तस्याः पालयिता पिता आसीत् पालयिता इत्युक्ते पालयितृ पालयिता पितुः कण्वमुनिः आसीत् सा पालयितुः पितुः कण्वमुनेः आश्रमे वसति स्म सा शकुन्तला पालयितुः पितुः षष्टिविभक्ति विशेषणविशेष्य कण्वमुनेः सापि षष्टिविभक्ति आश्रमे आश्रमे वसति स्म इदानीं तत्र पालयितुः पितुः कण्वमुनेः इति सर्वं षष्ठी अस्ति खलु किम् अस्ति तत्र पालयिता पिता कण्वमुनिः हा समीचीनम् इदानीं तत्र तृतीया किम् अस्ति तृतीया पालयित्रा पित्रा समीचीनं भगिनि अस्तु पालयित्रा पित्रा कण्वमुनिना इति समीचीनं अग्रे कण्वस्य तस्याम् अत्यधिकः स्नेहः आसीत् कण्वस्यां कस्यां तस्याम् इत्युक्ते शकुन्तलायां शकुन्तलायां षष्टिविभक्ति सप्तमी विभक्ति आसीत् स्नेह इति शब्द कारणात् स्नेह सत्यं स्नेह कुत्र अस्ति इति वक्तव्यमस्ति अतः कस्यां स्नेहः कण्वस्य स्नेहः कस्याम् अस्ति इति अतः शकुन्तलायाम् अस्ति अग्रे पुत्र्याः शकुन्तलायाः पालने सः सर्वदा दत्तावधानः आसीत् पुत्र्याः शकुन्तलायाः षष्टिविभक्तिविशेषविशेषणं शकुन्तलशब्दस्य पुत्रीशब्दस्य पुत्र्याः षष्टिविभक्ति पालने इत्युक्ते तृतीया विभक्ति पालने इति तृतीया न सप्तमी पालने षष्टिविभक्ति सप्तमी तस्मिन् विषये सः सर्वदा दत्तावधानः आसीत् सः इत्युक्ते कण्वमुनिः सर्वदा दत्तावधान इत्युक्ते अवधानः यः अवधान दत्तवान् सः दत्तावधानः दत्तावधानः इदानीं तत्र कस्मिन् विषये इति तत्र भवति प्रश्नः कस्मिन् विषये सः सः तावदानः आसीत् इत्युक्ते सः पालने शकुन्तलाने सः दत्तावधानः आसीत् आसीत् इति समीचीनम् अग्रे कालेन शकुन्तला युवतिः जाता. कालेन शकुन्तला इत्युक्ते गच्छता कालेन तृतीयकालेन कर्मणि वाक्य अस्ति कर्मणि रूपं कालेन शकुन्तला युवतिः जाता युवतिः अभवत् तस्याः विवाहस्य कृते पितुः कण्वस्य महती चिन्ता अभवत् शकुन्तलायाः विवाहस्य कृते षष्टिविभक्ति तत्र कृते इत्युक्ते षष्टिविभक्ति पितुः पितुः कण्वस्य महती चिन्ता चिन्ता स्त्रीलिङ्गपदमस्ति तस्मिन् कारणे महती तस्मात् कारणात् अथवा अन्यरूपं किम् अस्ति अन्यत् रूपं तेन कारणेन अथवा तस्मात् कारणात् पालने लैक् दट् ओके चिन्ता अभवत् समीचीनं भगिनी धन्यवादः अस्तु धन्यवादः धन्यवादः रघुवीरानन्दस्वामी नमस्कारः अस्तु अग्रे गच्छामः तर्हि अतः प्रथमपरिच्छेदस्य अवगमनम् अभवत् इति मन्ये इदानीं तत्र द्वितीय अपि तृतीय कृत्वा अग्रे गच्छामः तत्र नरेश् महोदय द्वितीयपरिच्छेदस्य किञ्चित् विवरणं करोति वा महोदय गतवर्गे कृतवन्तः अतः तत्र सर्वं वक्तव्यमिति नास्ति किञ्चित् किञ्चित् उक्त्वा अग्रे गच्छतु महोदय कण्वः ऋषिः बहिः गतवान् तद् समये तस्मिन् समये राज्ञः राजा दुष्यन्तः तत्र मृगया विहारः आगतवान् तत्र मृगविहारार्थं वनम् आगतवान् तत्तु आश्रमे प्रवेशः न शक्नोति तत्र मृगानां वधं निषिद्धवन्तः अस्तु तत्र आश्रमे तत्र किं मृगाणां वधं कर्तुं शक्नुमः वा आश्रमे निषिद्धम् अस्ति हा मृगाणां हतं निषिद्धम् अस्ति आश्रमे अतः किम् अभवत् आश्रमे आगतं न शक्नोति न सः आगन्तुं शक्नोति किन्तु तत्र हन्तुं न शक्नोति तावदेव खलु तत्र सः अरण्यं किमर्थम् आगतवान् तत्र मृगविहारं कर्तुं तत्र मृगाणां हनं कर्तुं सः आगतवान् किन्तु तत्र आश्रममपि अस्ति आश्रमस्य प्रवेशं यदि सः करोति तत्र किं भवति तत्र मृगाणां वधं निषिद्धम् इति सः शृणोति के श्रावयति एतद्विषयं राजा दुष्यन्त राजा दुष्यन्त अस्ति किन्तु के वदन्ति तम् अत्र महाभदं न करणीयम् इति के वदन्ति दुष्यन्तं प्रति के वदन्ति तत्र आश्रम मृगाणां वधं निषिद्धवन्तः. के निषिद्धवन्तः? महाभ्रतिनः कण्वस्य. तत्रैव तत्र तदा तस्मिन्नेव वाक्यं महोदय. कण्वस्य आश्रमे प्रवेशः अभवत् तदा मुनिकुमाराः आश्रममृगाणां वधं निषिद्धवन्तः. ते उक्तवन्तः महाराजं प्रति अत्र वधं न कर्तव्यं, वधं तत्र निषिद्धम् अस्ति इति ते उक्तवन्तः. ततः राजा किं कृतवान्? राजा उपकरणानि त्यक्त्वा आश्रमं गतवान्. तत्र रथमस्ति खलु? रथमस्ति परन्तु पद्भ्यः. तत्र सः अवतीर्य, रथात् अवतीर्य सः दुष्यन्तः राजा रथात् अवतीर्य उपकरणानि त्यक्त्वा पद्भ्यामेव. अतः तत्र सः आश्रमस्य उपरि तत्र किं तत्र गौरवं प्रकटितवान् खलु. अत्र आश्रमनियमाः सन्ति, राजनियमाः भिन्नाः, अत्र आश्रमनियमाः भिन्नाः इति कृत्वा तत्र सः राजा, यद्यपि सः राजा किन्तु आश्रमे तत्र राजा इति तत्र कोऽपि भेदः न भवति खलु. अतः तत्र सः पद्भ्यामेव तत्र आश्रमम् आगतवान्, प्रविष्टवान्, आश्रमं प्रविष्टवान्. तत्र सः किं दृष्टवान्? सः शकुन्तला दृष्टवान्. शकुन्तलां दृष्टवान् इदानीं. तत्र शकुन्तलां दृष्टवान्, समीचीनम्. इदानीं कीदृशीं शकुन्तलां दृष्टवान्? सा एकाकी आसीत् वा अथवा अन्याः अपि? सा सखीभिः सह वृक्षान् सिञ्चयन्त्या शकुन्तला. शकुन्तलया इति अस्ति, शकुन्तलया सह तस्य साक्षात्कारः अभवत्. किन्तु इदानीं तत्र एतद् रूपं स्वीकुर्मः, तत्र दुष्यन्तः शकुन्तलां दृष्टवान्. कीदृशीं शकुन्तलां दृष्टवान्? वृक्षान् सिञ्चन्त्या शकुन्तला. सिञ्चन्त्या इति तृतीयविभक्ति, किन्तु शकुन्तलाम् इति द्वितीया. सिञ्चन्तीं तत्र सिञ्चन्ती इति भगिनी भवती इति रूपं, भवतीं नदी नदीम् इति. सिञ्चन्तीं शकुन्तलां दृष्टवान्, वृक्षान् सिञ्चन्तीं शकुन्तलां दृष्टवान्. तत्र सा एकाकी सिञ्चन्तीं, तत्र एका एव आसीत् वा? सखीभिः सह वृक्षान् सिञ्चन्तीं शकुन्तलां सः नृपः अथवा नृपतिः दुष्यन्तः दृष्टवान्. इदानीम् अग्रे किम् अभवत्? दर्शनमात्रेण उभयोः परस्परम् अनुरागः सञ्जातः. तस्य प्रेमम् अभवत्. तत्र दुष्यन्तः दृष्टवान्, अपि शकुन्तला अपि दृष्टवती. दुष्यन्तम् आश्रमम् आगतं नृपतिं दुष्यन्तं शकुन्तला अपि दृष्टवती. परस्परम् अनुरागः अभवत्. अनुरागः सञ्जातः अभवत्. अतः तदानीं दुष्यन्तः शकुन्तलां गान्धर्वविधिना परिणीतवान्. गान्धर्वविधिना तत्र विवाहः अभवत्. विवाहः अभवत्. कयोः विवाहः अभवत्? दुष्यन्तस्य शकुन्तलायाः. दुष्यन्तस्य शकुन्तलायाः अथवा तत्र दुष्यन्तशकुन्तलयोः तादृशरूपमस्ति, द्विवचनरूपमपि वक्तुं शक्नुमः. शकुन्तला दुष्यन्तयोः विवाहः तत्र गान्धर्वविधिना अभवत् इति. अस्तु, समीचीनं महोदय, धन्यवादः. अस्तु, इदानीं तत्र यत् स्थूलक्षरैः लिखितं तत्र केवलम् अभ्यासार्थं तत्र किञ्चित् परिवर्तनं कुर्मः. तत्र क्षम्यतां, पद्भ्यामेव, पद्भ्याम् इत्युक्ते पादाभ्यां वा? न, तत्र पद् अपि अस्ति, पादः, पादम् अपि अस्ति, तत्र पदद्वयमस्ति भगिनि. पदमस्ति बै फीट्, पद्भ्यामेव, किन्तु तत् समानार्थकपदं, किन्तु भिन्नपदम्. पद्भ्यामस्ति, पादाभ्यामपि अस्ति, अस्तु. पदं महोदय, उभयोः इति पदं षष्ठी वा सप्तमी वा? उभयोः षष्ठी. तत्र अनुरागः सञ्जातः, कस्य अनुरागः सञ्जातः इति प्रश्नः. अस्तु अस्तु, अतः तयोः, तत्र शकुन्तला दुष्यन्तयोः परस्परम् अनुरागः सञ्जातः इति. किन्तु प्रश्नः समीचीनः एव, तत्र योः अस्ति चेत् न जानीमः, तत्र द्विवचने अस्ति, तत्र षष्ठी वा सप्तमी भवति, अपि भ्याम् अस्ति चेत् तत्र क्लेशः अस्ति खलु, तत्र भ्याम् अस्ति चेत् तत्र किं किं भवितुम् अर्हति? तृतीया, चतुर्थी, पञ्चमी, द्विवचनम्. द्विवचने एव अस्ति, सत्यं सत्यं. तत्र यत्र यत्र, वदतु भगिनि. सप्तमी अपि सम्यक् एव. किमर्थम्? उभयोः. अस्तु, तत्र सम्यक् इति केन कारणेन वदति? तत्र रूपं दृष्ट्वा सम्यक् इति वदति वा, अथवा अर्थं दृष्ट्वा सम्यक् इति वदति वा? न, तत्र रूपं, तत्र भगिनी, तत्र यत्र विकल्पः अस्ति, चाय्स् अस्ति, तत्र किं करणीयम् अस्ति? द्वयमपि साधु तत्तु न भवति खलु, एका एव विभक्ति भवितव्य भवति खलु तत्र वाक्य, तत्र वाक्ये, सत्यं वा? अतः तत्र उभयोः इति एकः विकल्पः अस्ति, तत्तु षष्ठी विभक्त्यन्तम् इति, अन्यत् अस्ति सप्तमी विभक्त्यन्तम् इति. इदानीं तत्र निर्णयः कथं करणीयः? शिरकुमारी भगिनि, अत्र किं भवति? तत्र अनुरागः इति अस्ति, तत्र अनुरागः प्रथमाविभक्ति, सञ्जातः इति विशेषणम् अपि अस्ति इति क्रियापदम् इति स्थापितुं शक्नुमः. अनुरागः सञ्जातः अस्ति अथवा आसीत् इति किमपि. अस्तु, इदानीं तत्र प्रश्नः किं भवति? कस्य अनुरागः? अतः उभयोः, इति अतः षष्ठी इति निर्णयः. किन्तु तत्र, क्षम्यतां महोदय, किन्तु गीतञ्जलि भगिनी न दृष्टवती, भगिनी क्षम्यतां, क्षम्यतां, बहु विलम्बेन, चिन्ता मास्तु भगिनि. अत्र उभयोः भगिनी इति वदति, सप्तमी अपि भवितुम् अर्हति. हिन्दीभाषायां तु सप्तमी अर्थे अपि समीचीनं महोदय, दोनो मे प्यार हो गया, यू नो, तत्तु सत्यं. किन्तु अत्र तु तत्र उभयोः हा किन्तु तत्र एतत्तु स्वीकरणीयमस्ति, तत्र भाषा भिन्ना, यद्यपि तत्र यद्यपि हिन्दी अपि तत्र संस्कृतस्य तत्र विशेषसम्बन्धः अस्ति, किन्तु किन्तु भिन्नभाषा, भिन्नभाषा एव. अतः मम चिन्तनमस्ति भगिनि तत्र षष्टि इति, किन्तु प्रायशः तत्र सप्तमी भवेत् न वा इति न जानामि, किन्तु षष्टि तु अस्ति इति, अतः तत्र विकल्पेन प्रायशः सप्तमी भवति इति न जानामि, किन्तु षष्टि तु निश्चयेन भवति. हिन्दी भाषा दोनों का प्यार हो गया इति भवति न, साक्षात् षष्टि एव आगच्छति तत्र. अस्तु, अतः बालिवुड् बालिवुड् हिन्दी. We have heard this many times, right? Dono mein pyar ho gaya, mein. Satyam, satyam. Bollywood. Astu tarhi, astu agri gachama. Mahodaya tu Bollywood eva pakshayatra. Idhanim tatra kaha nirnaya chukte, tatra Bollywood मध्ये ये जनाः सन्ति ते अपि संस्कृतं जानन्ति इति. सत्यमेव महोदय. ते न जानन्ति संस्कृतं जानन्ति इति, ते न जानन्ति, किन्तु संस्कृतं जानन्ति ते. ते न जानन्ति पण्डिताः, ते सर्वे पण्डिताः इति न जानन्ति, किन्तु ते पण्डिताः एव. उत्तमं महोदय, अस्तु अस्तु तर्हि तत्र इदानीं तत्र स्थूलाक्षरैः यत् लिखितमस्ति तत्र किञ्चित् विभक्तिपरिवर्तनं कुर्मः. अतः तत्र इदानीं लक्ष्मी भगिनी तत्र दुहितुः शकुन्तलायाः विज्ञानाम् इति. अस्तु महोदय. तत्र दुहितुः शकुन्तलायाः इति तत्र षष्टिः अस्ति, विज्ञानामपि षष्टिः अस्ति, किमर्थं तत्र सर्वं षष्टि अस्ति, विशेषणविशेषभावः अस्ति इति वा अथवा अन्यत्र? दुहितुः विशेषणविशेषभावः सर्वत्र वा अथवा दुहितुः मध्ये? शकुन्तलायाः विशेषणं दुहितुः. दुहितुः, समीचीनम्. इदानीं विज्ञानां? विज्ञानां तद्भिन्नं खलु, तद् विशेषणं नास्ति, विशेष्यं नास्ति, विशेषणं नास्ति. शकुन्तला इति विशेष्यं, विशेषणमस्ति दुहितुः. तत्र दुहितुः इति प्रातिपदिकं किं? दुहितृ. दुहितृ, समीचीनं. दुहितृ शकुन्तला, शकुन्तला इति. अस्तु, इदानीं तत्र तृतीयविभक्तिरूपं किं भवति? प्रथमाविभक्ति दुहिता इति अस्ति. समीचीनं, दुहिता इति, दुहिता शकुन्तला, शकुन्तला शकुन्तला. इदानीं तृतीया? तृतीया दुहित्रा शकुन्तलया. दुहित्रा शकुन्तलया इति, समीचीनम्. अस्तु, इदानीं शुभदा भगिनी तत्र षष्टि दत्तमस्ति, सप्तमी किं भवति? दुहितुः शकुन्तलायाः इति तत्र सप्तमी विभक्ति वा? चिन्तयामि महोदय. माता इति, पदस्य सप्तमी किम् अस्ति? माता, मातुः, मातृ, मातॄणां, मातरि, मातृ, मातरि, मातरि. अतः दुहितरि, दुहितरि शकुन्तलायां. दुहितरि शकुन्तलायाम् इति, समीचीनं. समीचीनम्. अस्तु, गीताञ्जलि भगिनी इदानीं तत्र षष्टि किं भवति, षष्टि न चतुर्थी विभक्ति किं भवति? दुहितुः शकुन्तलायाः इति षष्टि. दुहितृषष्टि वुड् बि षष्टि दुहित्रे वा महोदय? चतुर्थी, क्षम्यतां, चतुर्थी दुहित्रे. दुहित्रे, समीचीनं. दुहित्रे इदानीं तत्र लता, लता किम् अस्ति? रमायै, रमायै शकुन्तलायै दुहित्रे शकुन्तलायै हा इति रूपं समीचीनम् अस्तु. इदानीम् अग्रे तत्र नरेश महोदय अग्रे तत्र राज्ञः दुष्यन्तस्य इति अस्ति, तत्र चतुर्थी किं भवति? राजे हा तत्र राज्ञे इति राज्ञे दुष्यन्ताय दुष्यन्ताय इति समीचीनं हा दुष्यन्ताय इति अस्तु. सूर्यकुमारी भगिनी इदानीं तत्र राज्ञः दुष्यन्तस्य इति अस्ति, सप्तमी रूपं किम् अस्ति तत्र? राज्ञी दुष्यन्ताय न सप्तमी दुष्यन्ते दुष्यन्तः दुष्यन्ते समीचीनं दुष्यन्ते अस्तु. इदानीं उमा भगिनी तत्र अग्रे अस्ति तत्र महाव्रतिनः कण्वः कण्वस्य इति महाव्रतिनः कण्वस्य इति द्वितीयपरिच्छेदे प्रातिपदिकमेव न जानामि. महाव्रतिः व्रतिनः महाव्रती हा तत्र योगिन् इति महाव्रतिन् हलन्तपदं तत्र गुणिन् योगिन् इति तादृश तत्र महाव्रतिनः महाव्रती महाव्रतिनौ महाव्रतिनः हा इति रूपम्. इदानीं तत्र तृतीया किं भवति? अत्र तु षष्टि अस्ति न षष्टि अस्ति कण्वस्य एकवचनं हा महाव्रतिनः कण्वस्य विशेषणविशेषः कण्वस्य ओके तदपि तु षष्टि तत् षष्टि अस्ति. तृतीया विभक्तिरूपं किम् अस्ति? ओ लेट् मी चेक् नकारान्तशब्द तृतीया महाव्रतिना महाव्रतिना कण्वः किं भवति? सम्यक् नास्ति महाव्रतिः सम्यक् अस्ति इदानीं, किन्तु कण्वः तदपि कर्तव्यमस्ति. कण्वस्य इति स्थाने तृतीया विभक्ति किम् अस्ति? तृतीया एतत् सुलभमस्ति कण्वेन समीचीनं हा महाव्रतिना कण्वेन इति समीचीनम् अस्तु. इदानीं तत्र नृपतिः दुष्यन्तस्य इति अस्ति, तत् कृत्वा अग्रे गच्छामः. तत्र ललिता भगिनी इदानीं तत्र नृपतेः दुष्यन्तस्य इति तत्र तदपि षष्टिः एव अस्ति, किन्तु इदानीं तत्र प्रथमविभक्तिरूपं किम् अस्ति? करोमि हलो हा नृपतेः दुष्यन्तस्य इदानीं प्रथमविभक्तिरूपं किम् अस्ति? महाव्रतिनः महाव्रतिनः समाप्तम् इदानीं तत्र नृपतिः दुष्यन्तस्य नृपतेः दुष्यन्तस्य प्रथमविभक्तिरूपं किम् अस्ति? नृपतिः वन् मिनिट् ऐ एम् नाट् गेटिङ्ग् दट् पेज् वन् मिनिट् वाट् वास् दट् इस् इट् नृपतेः दुष्यन्तस्य इति पदस्य निपतिः अस्तु निपतिः No, what did you say? Nripatina, Nripatihi? Nripatehe, Nripatehe, Dushyanta Sheti Padasya. So you want the Pratama Vibhakti. Nripatihi, Dushyanta. Haan, iti, idanim. Sorry, Samyatam. Because it is mobile, it is going here and there. I couldn't read it. Chinta Masto, Bhagini. Idanim, Tritiya Vibhakti Rupam ki Masti? Tritiya Nripatina. Haan, Nripatina. Nripatina. दुष्यन्तेन दुष्यन्तेन तावदेव समीचीनं भगिनि. अस्तु, इदानीं तत्र द्वितीयपरिच्छेदे यत् अस्ति तत् सर्वे अवगतवन्तः खलु, तत्र अभवत् इति. तत्र केवलम् एकस्य एकं तत्र वैशिष्ट्यम् अस्ति इति मन्ये, तत्र विचरतः मृगम् अनुसरतः इति, अनुसरतः इति तत् कुर्मः इदानीं. तत्र गीताञ्जलि भगिनि, अनुसरतः इति पदपरिचयं करोतु भगिनि. एक प्रश्न महोदय, तस्य तस्य पूर्वम् एक क्षम्यता महोदय, व्रतिनः इति व्रतिन् इति व्रतिन् महाव्रतिन् नकारान्त पदं कथं जानीमः महोदय, किन्तु व्रतं तु एकं नपुंसकलिङ्गं पदम्. एतत् व्रतस्य विषयः नास्ति, एतदस्ति यः महाव्रतं करोति सः महाव्रति. व्रतम् आचरति, यः आचरति सः व्रति, तत्र महाव्रति एषः. यः व्रतम् आचरति सः महाव्रति, महाव्रतीन् इति प्रातिपदिकं, महाव्रति इति दीर्घैकार प्रथमविभक्तिरूपम्. व्रतम् आचरति, उत्तमं महोदय. अस्तु, अवगतं महोदय. अनुसरतः, अनुसरतः इति पदपरिचयम्. अनुसरतः एकवारं वाक्यं पठामि. वने वने वने विचरतः, वने विचरतः मृगम् अनुसरतः च दुष्यन्तस्य यदा महाव्रतिनः कण्वस्य आश्रमे प्रवेशः अभवत् तदा मुनिकुमाराः आश्रम मृगाणां वधं निषिद्धवन्तः निषिद्धवन्तः क्षम्यता महोदय. अत्र तु यदा तदा वने विचरतः मृगम् अनुसरतः वने विचरतः मृगं तु द्वितीयपदं कर्मपदं कर्मपदं तत्र विचरतः इति, तत्र भगिनि तत्र विचरतः इति क्रियापदात् भवति खलु, किं क्रियापदम् इति वदतु. विचरतः दुष्यन्तस्य, विचरतः दुष्यन्तस्य. अस्तु, तत्र दुष्यन्तः किं करोति, सः विचरति, अत्र तु विशेषणविशेष्यभाव विचरतः दुष्यन्तस्य. इदानीं तत्र दुष्यन्त दुष्यन्तः इति प्रथमविभक्तिः अस्ति चेत् तत्र विचरतः किं भवति, प्रथम अस्ति चेत् विचरत् विचरत् इति प्रातिपदिकं, समीचीनं, किन्तु अत्र पुल्लिङ्गे अस्ति इति कृत्वा तत्र प्रथमविभक्तिरूपम् अस्ति विचरन् इति, पठति इति क्रियापदं, पठन् इति शत्रन्तरूपं, पठत् इति पठन् इति पुल्लिङ्गरूपं. समानेव अनुसरत अपि समानमेव समानमेव अनुसरन् सत्यम् एकवचनमस्ति. अत्र मृगम् अनुसरतः न, मृगं तु द्वितीया, अनुसरतः कस्य विशेषण इति महोदय प्रश्न, दुष्यन्तस्य विशेषण. हा, भवतः प्रश्न महोदय, अहं न अवगतम् अनुसरतः इति पदस्य परिचयं करोतु इति. अस्तु, परिचय तु शत्र अस्ति, षष्टि एकवचन प्रातिपदिकम् अस्ति, अनुसरन् अनुसरत् इति, अनुसरत् इति तकारान्तपदस्य, तकारान्तपदस्य षष्टि एकवचन अस्ति, प्रथमवचन अनुसरतः इति, सरन् अनुसरन्तौ अनुसरन्तः, भवान् भवन्तौ भवन्तः इति तादृश, अनुसरन् अनुसरन्तौ अनुसरन्तः इति, अनुसरन्तम् अनुसरन्तौ अनुसरतः इति. अनुसरतः अनुसरतः सरन्तः न क्षम्यतां महोदय अनुसरतः तत्र अनुसरतः अस्ति चेत् तत्र तत्र समानरूपं तत्र कुत्र कुत्र भवति इत्युक्ते तत्र यथा भवतः इति शब्दस्य एकः तु षष्ठी एकवचनरूपम् अन्यत् किमस्ति भवतः इति षष्ठी अपि पञ्चमी महोदय षष्ठी पञ्चमी समीचीनम् एकवचने अपि द्वितीय बहुवचने समीचीनं भगिनि तादृश अत्र अपि अनुसरतः इति द्वितीय बहुवचने भवति महोदय शत्रन्तपदं दुष्यन्तस्य विशेषण द्वे अस्ति विचरतः दुष्यन्तस्य अपि च अनुसरतस्तः दुष्यन्त किम् अनुसरतः मृगम् अनुसरतः कुत्र विचरतः वने विचरतः इति हा इति समीचीनं भगिनि तदेव अस्ति बहु समीचीनम् अस्ति धन्यवादः अस्तु सूर्यकुमारी भगिनि प्रश्नः कः शत्रन्तपदं महोदय अनुसरितः अनुसरन् अनुसरन् तत्र पठन् गच्छामि इति यत् अस्ति पठामि गच्छामि एकस्मिन् समये तत्र युगलकार्यं युगलक्रिया इति वदामः एकस्मिन् समये क्रियाद्वयं यथा भवति तत्र एकायाः क्रियायाः शत्रन्तरूपं स्वीकरणीयं भवति तत्र अहं पठन् गच्छामि अथवा अहं गच्छन् पठामि तत्र विकल्पः अस्ति द्वयमपि साधो किमर्थम् इत्युक्ते एकस्मिन् समये क्रियाद्वयमपि भवति अतः तत्र अनुसरन् सः अनुसरन् अस्ति सः अनुसरति विचरति अपि तत्र तत्र प्रवेशः अपि करोति प्रविशति सः अतः तत्र सः अनेकाः कार्याः सन्ति तत्र किन्तु तत्र अनुसरन् दुष्यन्तः किम् अनुसरन् मृगम् अनुसरन् दुष्यन्तः अपि विचरन् तत्र एकस्मिन् स्थले सः नास्ति इति कृत्वा सः विचरति विचरन् अस्ति कुत्र वने अतः सः वने विचरतः इदानीं तत्र षष्टी अतः वने विचरतः मृगम् अनुसरतः दुष्यन्तस्य इति तत्र गीतासोपाने तत्र किं सत्यजितः कथा आसीत् तस्मिन् सन्दर्भे एतादृश अभ्यासः वयं कृतवन्तः किन्तु लाभः अस्ति तत्र इदानीं तत्र विचरतः मृगम् अनुसरतः दुष्यन्तस्य इति तत्र एतत् कुर्मः तत्र शुभदा भगिनी तत्र विचरतः मृगम् अनुसरतः दुष्यन्तस्य इति यदस्ति एतादृश दुष्यन्तम् अहं पश्यामि इदानीं तत्र रूपं किं भवति प्रश्नः कः महोदय तत्र षष्टिविभक्ति दत्तम् अस्ति विचरतः मृगम् अनुसरतः दुष्यन्तस्य इति किन्तु इदानीम् अहं तं दुष्यन्तं पश्यामि द्वितीयाविभक्ति अतः तत्र अहं कीदृशं दुष्यन्तं पश्यामि विचरन्तं मृगम् अनुसरन्तं च दुष्यन्तं पश्यामि समीचीनं तावदेव अस्तु अस्तु तर्हि तदपि कृतम् इदानीम् अग्रे गच्छामः तत्र तृतीयपरिच्छेदः तत्र तु सर्वाणि रूपाणि द्वितीया एव मृगम् अनुसरतं दुष्यन्तं पश्यामि किन्तु तत्र सर्वाणि पदानि द्वितीयविभक्तौ सन्ति किन्तु तत्र कारणं तु तत्र कारणे किं भेदः कर्मपदमस्ति महोदय मृगम् अनुसरन् इति पदस्य कर्मपदमस्ति इदानीं तत्र किमर्थं विचरन्तम् इति अस्ति इत्युक्ते तत्र तद् विशेषणमस्ति दुष्यन्तम् इति पदस्य किमर्थं दुष्यन्तम् इति अस्ति चेत् अहं पश्यामि इति क्रियापदमस्ति पश्यामि इति क्रियापदस्य कर्मपदं दुष्यन्तम् अस्ति इति कृत्वा तत्र विचरन्तम् अनुसरन्तम् इति तत्र द्वितीयविभक्तिरूपं भवति. अतः समानमेव किन्तु तत्र भेदः अस्ति कारणविषये. अपि प्रथमा अस्ति चेत्, कर्तृपदम् अस्ति चेत्, दुष्यन्तः अस्ति चेत् वने विचरन् दुष्यन्त वने विचरन् मृगम् अनुसरन् दुष्यन्तः कण्वस्य आश्रमं प्रविष्टवान् इति. यदा वने विचरन् मृगम् अनुसरन् दुष्यन्तः महाव्रतिनः कण्वस्य आश्रमं प्रविष्टवान् तदा मुनिकुमाराः आश्रममृगाणां वधं निषिद्धवन्तः इति. तत्र महोदय आश्रमे असाधु अस्ति. आश्रमे प्रवेशः अभवत् किन्तु आश्रमं प्रविष्टवान् इति. तत्र कर्मपदम् अस्ति इति मन्ये. तत्र गृहं प्रविष्टवान् इति भवति इति मन्ये. गृहे प्रवेशः भवति किन्तु गृहं प्रविष्टवान् इति मन्ये भगिनि. अस्तु महोदय, धन्यवादः. अस्तु, इदानीं तत्र सर्वे अवगतवन्तः खलु तत्र द्वितीयपरिच्छेदे किं किम् अस्ति इति. इदानीम् अग्रे गच्छामः. तत्र तृतीयपरिच्छेदः तत्र सूर्यकुमारी भगिनी किञ्चित् वदति वा तत्र पितुः उपस्थितौ अनुपस्थितौ इति. केवलं तत्र किम् अस्ति इति. तत्र कथा गतवर्गे पठितवन्तः, कथां पठितवन्तः. तत्र किम् अस्ति? पितुः अनुपस्थितौ एतादृश्याः घटनायाः करणेन सा चिन्ताग्रस्तः आसीत्. चिन्ताग्रस्तः आसीत्. गान्धर्वविवाहः दुष्यन्तेन सह विवाहः यः अभवत् सः एव अत्र घटना इति. अस्तु, तत्र पितुः अनुपस्थितौ, तत्र पिता नासीत् तस्मिन् समये, अतः तस्य अनुपस्थितिः उपस्थितिः इत्युक्ते सः तत्र आसीत्. अनुपस्थितिः इत्युक्ते सः तत्र नासीत्. तस्य अनुपस्थितिः, भवत्याः उपस्थितिः वर्गे अस्ति इत्युक्ते भवती वर्गे अस्ति इति. किन्तु तत्र षष्टि भवति, तत्र कस्य अथवा कस्याः उपस्थितिः. अत्र सः नासीत् इति कृत्वा पितुः अनुपस्थितिः. अनुपस्थितिः तादृशी स्थितौ, तादृशौ स्थितौ एषा घटना अभवत्. तत्र घटनायाः इति विभक्ति का तत्र? घटनायाः प्रथमाविभक्ति बहुवचनं. न, घटनायाः इति विभक्ति का? षष्ठी एकवचनं. घटनायाः तत्र विकल्पः अस्ति वा घटनायाः इति? केवलम् एका एव विभक्ति वा अथवा अन्या विभक्ति अपि भवितुम् अर्हति? स्त्रीलिङ्गपदं षष्ठी एकवचनं. षष्ठी एकवचनम् अस्ति. अपि तृतीय एकवचनम् एकवचनमपि. पञ्चमी एकवचनमपि. तृतीया तु घटनया इति भवति. घटनया इति भवति. तत्र तु घटनायाः एतादृश्याः इति. तत्र तत् कीदृशपदमस्ति एतादृश्याः इति? प्रथमविभक्तिरूपं किम् अस्ति? एकादृश न दृशा न दृशा न आकारान्तपदम् अस्ति न दृशा नास्ति एतादृशी हा एतादृशी नदी नद्याः एतादृशी एतादृश्याः आकारान्त आसीत् चेत् तत्र आयाः इति भवति खलु एतादृशायाः किन्तु तद् नास्ति एतादृश्याः नद्याः एतादृशी घटना एतादृश्याः घटनायाः कारणेन इति अस्ति अतः कारणेन इति अग्रे अस्ति चेत् किं भवति विभक्ति का कारणेन तृतीय एकवचनं न कारणेन इति तृतीय एकवचनं यत्र कारणेन इति अस्ति तत्र पूर्वं किम् अस्ति एतस्य कारणेन षष्टि एव एतस्य कारणेन इति एतस्य कारणेन अथवा एतस्याः कारणेन सा चिन्ताग्रस्ता आसीत् इति तत्र निर्णयः कर्तुं शक्नुमः तत्र विभक्तिविकल्पः अस्ति विभक्तेः विकल्पः अस्ति किन्तु अत्र षष्टि एव सम्यक् इति निर्णयं कर्तुं शक्नुमः अग्रे चिन्ताग्रस्ता एकवचनं शकुन्तला चिन्ताग्रस्ता आसीत् अपि तु अपि च राज्ञः राज्ञः दुष्यन्तस्य अनुरागे लीना आसीत् सर्वदा तस्य विषये एव सा चिन्ता ग्रस्ता तस्य विषये चिन्तामग्ना आसीत् लीना लीना इत्युक्ते लीना आसीत् हा तत्र मग्ना इति अग्रे तस्मिन् अवसरे किम् अभवत् तस्मिन् अवसरे एकदा दुर्वासाः ऋषिः कण्वस्य आश्रमम् आगतवान् दुर्वासाः महर्षिः कण्वस्य आश्रमं दुर्वासाः ऋषिः दुर्वासाः ऋषिः कण्वस्य आश्रमम् आगतवान् ऋषिः तत्र तत्र शकुन्तला किं कृतवती तत्र शकुन्तला किं कुर्वन् आसीत् अथवा किं कुर्वन्ती आसीत् शकुन्तला चिन्ताग्रस्ता आसीत् तत्र अन्यत् पदमस्ति कीदृशी शकुन्तला इति तत्र दुष्यन्तम् अग्रिमवाक्ये ध्यायन्ती शकुन्तला दुष्यन्तं ध्यायन्ति शकुन्तला दुर्वाससः आह्वानं न कृतवती न श्रुतवती दुर्वासः तत्र आगतवान् किन्तु एषा तत्र सः आगतवान् इति सः न पृष्टवती तत्र किम् अवधानं न दत्तवती सः आगतवान् इति विषये सा शकुन्तला अवधानं न दत्तवती अतः मनसः अपरेषु विषयेषु अस्ति तत्र मनसि अपरेषु विषयः आसीत् अग्रे आह्वानं श्रुतवती तत्कारणेन सा न तत्कारणेन तेन कारणेन विभक्ति भिन्नविभक्ति भवति अत्र कारणेन अस्ति चेत् तेन कारणेन अथवा तस्मात् कारणात् इति तेन कारणेन सः शकुन्तला इति वा अस्तु सा दुर्वासाः आह्वानं दुर्वासः इति न इदानीं तत्र दुर्वाससः आह्वानं न श्रुतवती क्रोधेन दुर्वासाः शकुन्तलाम् अभिशप्तवान् शापं दत्तवान् किमिति शापं दत्तवान् तस्य यस्य स्थाने विस्मरिष्यति इति यस्य ध्याने त्वं मग्ना सः त्वां विस्मरिष्यति. तस्य स्मरणं न भवति भवत्याः विषये, भवतीं सः न स्मरति इति. त्वां विस्मरिष्यति. समीचीनं समीचीनं भगिनि. अस्तु अग्रे गच्छामः. अस्तु इति समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे तत्र लक्ष्मी भगिनी किञ्चित् विवृणोति वा अग्रे? इदानीं नूतनभागः इति मन्ये भगिनि, तत्र एतद् वयं गतवर्गे न कृतवन्तः इति मन्ये. पठामि वा? हा पठतु पठतु, पठित्वा तत्र वाक्यं, तत्र वाक्यद्वयं स्वीकरोतु भगिनि. स्वीकृत्य वदतु. तीर्थात् आगत्य कण्वः सर्वं वृत्तान्तं ज्ञातवान् मुनिकुमाराभ्यां. एतत् गतवर्गे स्मरामि. मुनिकुमाराभ्यां, शार्ङ्गरव शारद्वदाभ्यां, गौतम्या च सह कण्वः शकुन्तलां तस्याः पत्युः चक्रवर्तिनः दुष्यन्तस्य राजभवनं प्रेषितवान्. सः तत्र कण्वः तीर्थयात्रा समाप्य आगतवान्. तस्मिन् समये सः सर्वं वृत्तान्तं श्रुतवान्. सः मुनिकुमाराभ्यां द्वाभ्यां, मुनिकुमाराभ्यां शार्ङ्गरव शारद्वदाभ्यां, गौतम्या च सह शकुन्तलां चक्रवर्तिनः दुष्यन्तस्य राजभवनं प्रति प्रेषितवान्. तत्र प्रेषितवान्, तत्र पत्युः इति, तत्र पति इति पदस्य तत्र समान, तत्र सामान्य षष्टि पत्युः इति, तत्र पतिः इति पदं तत्र इकारान्तपुल्लिङ्गपदमेव अस्ति, किन्तु साधारणपदं नास्ति, तत्र विशेष इकारान्तपदम् अस्ति इति कृत्वा तत्र हरिः अथवा कविः अस्ति चेत् तत्र षष्ठी किं भवति? हरिः हरये, न षष्ठी, षष्ठी षष्ठी, हरये तु चतुर्थी, हरये नमः. षष्ठी अस्ति हरेः, हरेः. अतः पतिः अस्ति चेत् पतेः इति भवेत्, किन्तु तत् नास्ति. पत्युः इति विशेषरूपम् अस्ति, अतः तत्र किञ्चित् भिन्नपदम् अस्ति, इकारान्तपुल्लिङ्गपदम्. अत्र पतिः, तत्र पतिः चक्रवर्ती, नकारान्तपदं चक्रवर्तीन् इति, तस्य राजभवनं शकुन्तलां प्रेषितवान् कण्वमुनिः. अग्रे शापवशात् गान्धर्वविवाहविषये दुष्यन्तस्य विस्मरणं जातम्. तत्र शापं दत्तवान् इति कृत्वा तत्र किं भवति, तत्र दुष्यन्तः न स्मरति एव, दुष्यन्तः शकुन्तलां विस्मृतवान्. शकुन्तलां विस्मृतवान्, अथवा शकुन्तलायाः विस्मरणं जातम्. अग्रे दुष्यन्तेन प्रदत्ता मुद्रिका अपि मार्गे नद्याः जले अपतत्. तत्र किम् अस्ति, यदा ते राजभवनं प्रति गच्छन्तः सन्ति, तस्मिन् समये मार्गे नद्याः जले मुद्रिका नद्याम् अपतत्. नद्याः जले इत्युक्ते तत्र नद्यां, नद्याम् अपतत्. तत्र कीदृशी मुद्रिका? दुष्यन्तेन प्रदत्ता मुद्रिका. हा, तत्र दुष्यन्तः पूर्वं दुष्यन्तः शकुन्तलायै दत्तवान् मुद्रिकां दत्तवान् शकुन्तलायै दत्तवान् सा मुद्रिका. या मुद्रिका दुष्यन्तेन प्रदत्ता मुद्रिका जले अपतत्. जले अपतत्. अतः तत्र इदानीं तत् किं हस्तौ नास्ति खलु इदानीं? हस्ते नास्ति इदानीं. यदि अस्ति चेत् तत्र प्रायः भवेत्. हा, किन्तु तदपि तत्र सः एकः एव उपायः आसीत् तत्र. यदि सः विस्मरति किन्तु तत्र स्मरणार्थं मुद्रिकां प्रदत्तवान् किन्तु इदानीं सा मुद्रिकापि नास्ति. अतः कोऽपि उपायः नास्ति तत्र स्मरणार्थं. तत्र तत्र दुष्यन्तं स्मारयितुं कोऽपि उपायः इदानीं नास्ति. अग्रे. अतः प्रमाणस्य अभावात् दुष्यन्तः पत्नीरूपेण शकुन्तलां नैव अङ्गीकृतवान्. हा, तत्र प्रमाणः. प्रमाणम् इत्युक्ते तत्र प्रमाणम् आधारम्. हा, आधारं. तत्र एतत् किमर्थं, तत्र एतत् सत्यम् इति भवान् वदति अथवा भवती वदति, तस्य आधारः कः? तत्र किमर्थम् एतत् अस्मिन् विषये विश्वासः किमर्थं करणीयम्? अतः प्रमाणं किम् इति वदामः. प्रमाणम् आधारं, तत्र एतत् सत्यं वा असत्यं वा इति तस्य निर्णयः करणीयं चेत् तत्र प्रमाणम् आवश्यकम् अस्ति. अतः तत्र किं प्रमाणस्य प्रमाणं तत्र अस्ति वा अत्र नास्ति? नास्ति, नास्ति. अतः यत्र नास्ति तत्र वयं किं वदामः? अभावः इति. अभावः, प्रमाणस्य अभावः तत्र न भवति. अतः अभावः, प्रमाणस्य अभावः अस्ति इति वदामः. अभावात्, कारणात्, तस्मात् दुष्यन्तः शकुन्तलां न अङ्गीकृतवान्. तत्र स्मरणमपि नास्ति, अपि कोऽपि प्रमाणमपि किमपि प्रमाणमपि नास्ति इति कृत्वा सः शकुन्तलां न अङ्गीकृतवान्. तां पत्नीरूपेण न अङ्गीकृतवान्. तत्र सा तस्य पत्नी इति विषये तस्य विश्वासः नासीत्. आधारः नास्ति, प्रमाणं नास्ति इति कृत्वा अतः सः पत्नीरूपेण शकुन्तला तस्य पत्नी इति सः न अङ्गीकृतवान्. अङ्गीकृतवान्. इदानीम् एतेन वृत्तान्तेन शकुन्तला विषादग्रस्ता अभवत्. एतत् वृत्तान्तं श्रुत्वा शकुन्तला खिन्ना अभवत्. श्रुत्वा इति तु न खलु, सा अत्र एव अस्ति. अन्य कुत्रापि सा नास्ति खलु भगिनि, खलु? श्रुत्वा इत्युक्ते अन्यत्र किमपि भवति, तद् वृत्तान्तम् इदानीम् अहं शृणोमि, किन्तु तादृशी स्थितिः नास्ति खलु. तत्र शकुन्तला दुष्यन्तस्य भवने एव अस्ति. सः इदानीं किं कृतवान्? तत्र निराकृतवान् सः. एषा मम पत्नी नास्ति इति सः उक्तवान् खलु दुष्यन्तः. शकुन्तला तत्र एव अस्ति, तस्य अभिमुखम् अस्ति सा. अतः अतः तत्र श्रुत्वा इति न, किन्तु तत्र वृत्तान्तेन एतया घटनया शकुन्तला किम् अभवत्? विषादग्रस्ता, दुःखग्रस्ता अभवत्. हा, दुःखिता, खिन्ना, दुःखिता अभवत्. अभवत्. अतः इदानीं किं करणीयम् इति सा चिन्तयति. किन्तु सः निर्णयः प्रति सः कण्वाश्रमं प्रति न प्रत्यागतवती. प्रत्यागतवती इत्युक्ते प्रत्यागच्छामि, प्रत्यागतवती, न प्रत्यागतवती इति. सा तस्याः मातुः मेनकायाः साहाय्येन महामुनेः मारीचस्य आश्रमं प्राप्तवती. हा, सा साहाय्येन, कस्याः साहाय्येन? मातुः साहाय्येन, मातुः मेनकायाः साहाय्येन. साहाय्येन, तत्र मेनका अप्सरा, अप्सरसाः, अप्सरसः इति खलु, अप्सरसः, अप्सरसः मेनकायाः, अप्सरसः मेनकायाः, मेनकायाः साहाय्येन सा महामुनेः मारीचस्य आश्रमं प्राप्तवती, प्राप्तवती, तत्र गतवती, तत्र किम्, तत्र च सा चक्रवर्ती लक्षणोपेतं भरतनामानं पुत्रं प्रसूतवती. तत्र भरतनामानं पुत्रं प्रसूतवती, चक्रवर्ती लक्षणोपेतं कं प्रसूतवती, तत्र पुत्रं प्रसूतवती, पुत्रं किं भवति, भरतनामं, भरतनामानं पुत्रं प्रसूतवती. तत्र पुत्रस्य नाम भरतः. हा, पुत्रम् इति अस्ति, अतः विभक्ति का तत्र, पुत्रं द्वितीया विभक्ति, द्वितीय कर्मपदं. हा, कर्मपदं. तत्र कीदृशं कीदृशं पुत्रम् इत्युक्ते भरतनामानं पुत्रं, पुत्रं प्रसूतवती. हा, तत्र अपि तत्र चक्रवर्तिलक्षणोपेतं, तत्र चक्रवर्तिलक्षणः लक्षणः अस्ति, तेन सहित, तत्र साधारणपुत्रः न, किन्तु क्षत्रिय तस्मिन् तस्मिन् पुत्रे, तस्मिन् पुत्रे लक्षणाः सन्ति. कीदृशलक्षणाः सन्ति इत्युक्ते केवलसाधारणक्षत्रियलक्षणाः इति न, किन्तु विशेष तत्र चक्रवर्तीलक्षणाः अपि सन्ति इति कृत्वा तत्र चक्रवर्तिलक्षणो उपे लक्षण उपेतं, लक्षणोपेतं अथवा चक्रवर्तीलक्षणोपेतः पुत्रः. इदानीं तत्र तस्य द्वितीयभक्ति चक्रवर्तिलक्षणोपेतं भरतनामानं पुत्रं प्रसूतवती, पुत्रं प्रसूतवती. तत्र महोदय, नमस्कारः महोदय. महोदय, नाम अकारान्तपदं वा नामानं? हा, तद् द्रष्टव्यमस्ति महोदय, न जानामि. तत्र भरतनामानं नाम्ना इति, तत्र नाम, नाम इति पदस्य तृतीया नाम्ना इति, तत्र नामन् इति, तत्र नामन् इति, तत्र नाम्ना इति तृतीया भवति. किं महोदय, नाम इति पदम् अव्ययं नास्ति वा? न न न, तत् नकारान्त नपुंसकलिङ्गपदं महोदय. हा, अतः नाम्ना इति तृतीया, नामानि इति अतः तत्र तृतीया अस्ति नाम्ना इति. अत्र द्रष्टव्यमस्ति महोदय, तत्र भरतनामानं, तत्र प्रायशः तत्र तस्य नाम भरत इति नामानः इति प्रायशः तत्र द्रष्टव्यमस्ति महोदय. एतद् रूपं न जानामि. प्रश्नः तु समीचीनः एव, अतः द्रष्टव्यमस्ति. भरतनाम इति प्रथमविभक्ति भवति वा? न जानामि भगिनि, अतः तत्र रूपं किञ्चित् द्रष्टव्यमस्ति. प्रथम द्वितीय भरतनाम तु अहम् इति पश्यामि. नामन् नाम प्रथम द्वितीय एकवचनरूपं. तत्र नाम इति पदं भिन्नम् अस्ति भगिनि, अत्र भरतनामा इति तत्र प्रथमा द्वितीया समानमेव भवति वा? नाम, नाम इति पदस्य सत्यं, तत्र तत्र तु नाम इति पदस्य तु नपुंसकलिङ्गपदम् अस्ति इति कृत्वा तत्र तु प्रथमा द्वितीया समानमेव. महोदय, नामानः इति शब्दम् अस्ति वा इति, तत्र तादृशपदं भवेत् भवेत् भगिनि, यतो तदा नामानं द्वितीया भवितुम् अर्हति न? सत्यं सत्यं सत्यं भगिनि, अत्र यतोहि तत्र पुत्रः इति पदस्य विशेषणं भवेत् एतत् पदम्, अतः पुल्लिङ्गपदं भवति अत्र। किन्तु साधारणनाम इति पदं तु नपुंसकलिङ्गपदम् अस्ति, तद्भिन्नम् अस्ति। भरतनामा इति तत्र अन्ते किमस्ति इति न जानामि, किन्तु तत् पुल्लिङ्गपदमेव भवितव्यं। किन्तु सम्यक्तया न जानामि तत्र किम् अस्ति इति, द्रष्टव्यमस्ति। एतादृशरूपं किम् अस्ति इति द्रष्टव्यमस्ति। अस्तु, तद् यदि जानामि वदामि। अस्तु, इदानीं तत्र एतावत् सर्वे सर्वम् अवगतम् इति मन्ये खलु। तत्र महामुनेः मारीचस्य आश्रमं प्राप्तवती। अस्तु, इदानीं केवलम् एकः एव परिचितः अस्ति, तत्र समापयामः। शुभद रघुवीरानन्दस्वामी, भवान् पठति वा? आं महोदय। तत्र आरम्भे अहम् उक्तवान्, किन्तु भवान् तत् समये यदा अम्यूट् कृतवान् तत्। ओ इति वा, अस्तु अस्तु, क्षम्यतां महोदय। अस्तु अस्तु अस्तु, तद् अहं चिन्तितवान् अस्तु, भवान् अस्ति वा नास्ति वा इति मम संशयः आसीत्, अतः एव अहं न पृष्टवान्। अस्तु, इदानीं करोतु महोदय। हा, एकदा इति अन्तिमपरिचितः। एकदा देवासुरयोः सङ्ग्रामे भगवतः साहाय्यार्थं दुष्यन्तः इन्द्रलोकं गतवान्। ततः प्रत्यागमनकाले दुष्यन्तेन सह शिशोः भरतस्य साक्षात्कारः अभवत्। सः तदानीम् उद्दाम्नः कस्यचित् सिंहशावकस्य मुखे हस्तं निक्षिप्य दन्तान् गणयन् आसीत्। तस्य शिशोः निर्भीकतया प्रभावितः दुष्यन्तः तस्य परिचयं जिज्ञासितवान्। तस्य मातुः शकुन्तलायाः प्रत्यभिज्ञानात् परं भरतं स्वपुत्रं ज्ञात्वा शकुन्तलां च सहर्षं स्वीकृतवान्। महोदय, तत्र एकम् अन्यभागम् अस्ति, स्वपुत्रं ज्ञात्वा सः क्षमायाचनपूर्वकं पठितवान् इति मन्ये भगिनि। स्वीकृतवान् इति, स्वीकृतवान् इति पर्यन्तं। इदानीं वदति वा महोदय? आम्, एकदा देवासुरयोः, असुरयोः महोदय षष्ठी द्विवचनं, देवः असुरः तयोः सङ्ग्रामे मघवान् तस्य षष्ठी मघवतः इन्द्रः, इन्द्रः इति तस्य अन्येन, तदेव मघवान् इति अहं चिन्तयामि महोदय। सत्यं सत्यं, मघवान् मघवतः, मघवान् मघवतः साहाय्यार्थं इन्द्रलोकं गतवान्। ततः तस्य इन्द्रस्य, इन्द्रस्य मघवान् इन्द्रः मघवतः इन्द्रस्य साहाय्यार्थं, महोदय दुष्यन्तः। तदनन्तरं शिशोः भरतस्य वा? तदनन्तरं ततः, ततः किं भवति तत्र प्रत्यागमनकाले? तत्र इदानीं तत्र सङ्ग्रामं समाप्तम् अस्ति, इदानीं तत्र सः प्रत्यागच्छति। तस्मिन् समये, तस्मिन् समये सः दुष्यन्तेन सह साक्षात्कारः अभवत् इत्युक्ते सः पश्यति, सः दृष्टवान्। किञ्चित् वाक्यप्रयोगं भिन्नं वा महोदय? सत्यं सत्यं, तेन सह साक्षात्कारः अभवत्, सः अवलोकितवान् इति। आं महोदय, शिशोः भरतस्य, शिशुः इति पदमस्ति महोदय, उकारान्तपदं, शिशोः तस्य षष्ठी अस्ति, भरतस्य अपि षष्ठी, भरतः। सः तदानीम् उद्दाम्नः, रूपं किं भवति? सः दुष्यन्तः शिशुं भरतं दृष्टवान् अवलोकितवान् इदानीं तत्र तदानीम् उद्दाम्नः महोदय एतत् पदं किं महोदय उद्दाम्नः इति तत्र भयङ्करः रूपेण तत्र फियरी इति वक्तुं तत्र तत्र ओ कीदृशसिंहः इत्युक्ते तत्र उद्दण्डः इति अहं जानामि उद्दाम्नः न जानामि उद्दामन् वा महोदय उद्दामन् किं महोदय उद्धामन् इति तत्र यस्य दर्शनेन भीतिः भवति किन्तु उद्दामन् वा न उद्धामन् इति प्रायशः अस्ति तत्र उद्धाम्नः इति तत्र षष्टिरूपम् अस्ति महोदय उद्धाम्नः इति उद्धामन् इति एव अस्ति इति मन्ये महोदय अस्तु तदपि द्रष्टव्यमस्ति हा उद्धाम्नः इति अस्तु तदपि पश्यामः किन्तु तत्र यस्य दर्शनेन भीतिः भवति इति हा कस्यचित् सिंहशावकस्य सिंहशावकः अस्ति सिंहशावकः अस्ति कीदृशसिंहशावकः इत्युक्ते तत्र उद्दाम्नः तादृश तत्र भयभीतिः तत्र यदि पश्यामः भयं भवति तादृशशावकस्य मुखे तस्य मुखे सः हस्तं निक्षिप्य दन्तं कति दन्ताः दन्तः कति दन्ताः सन्ति इति सः गणयन् आसीत् अतः सिंहशावकस्य दन्तान् गणयन् आसीत् एषः भरतः शिशुः भरतः एतत् कुर्वन् आसीत् हा तस्य शिशोः महोदय षष्टि निर्भीकतया अतः तस्य भयः एव नासीत् भीतिः नासीत् इति अतः तस्य निर्भीकता अस्ति तया निर्भीकता भावः भीतिः नास्ति इति तस्य भावः निर्भीकता तया तत्र कारणमस्ति तृतीयकारणतृतीया तया केन कारणेन अथवा तया प्रभावितः दुष्यन्तः तस्य परिचयं ज्ञातुम् इष्टवान् समीचीनं अग्रे तस्य मातुः षष्ठी महोदय शकुन्तलायाः षष्ठी प्रत्यभिज्ञानात् ज्ञानानन्तरं ज्ञानात् परं जानन् महोदय हा तत्र ज्ञानात् परं तत्र ज्ञानन् इति पदं प्रयोक्तुं शक्यते वा तत्र न तत्र प्रत्यभिज्ञा इति प्रत्यभिज्ञानम् इदानीं न अभवत् तत्र किन्तु स्मरणम् इति भिन्नम् अस्ति खलु महोदय तत्र प्रत्यभिज्ञा इति स्मरणम् इति नास्ति तत्र रेकग्निशन् इति तत्र एतत् अहं पूर्वं दृष्टवान् एतद् अहं जानामि इति प्रत्यभिज्ञा खलु रेकग्निशन् इति अतः तत्र किन्तु कस्य अथवा कस्याः प्रत्यभिज्ञानात् तत्र शकुन्तलायाः प्रत्यभिज्ञानात् परं भरतं स्वपुत्रं ज्ञात्वा सः क्षमायाचनपूर्वकं तं भरतं शकुन्तलं तं शकुन्तलां च द्वितीय च सहर्षं स्वीकृतवान् अस्तु एषा मम महोदय एकः संशयः अस्ति अभिज्ञानम् इति अभिज्ञानशाकुन्तलम् इति वदति तद् पदं वा अभिज्ञानस्य तत्र शीर्षिकम् एतदेव अस्ति खलु तत्र अभिज्ञानशाकुन्तला इति. अभिज्ञानम् इत्युक्ते रेकग्निशन्, प्रत्यभिज्ञा इत्युक्ते तत्र रेकग्निशन्, प्रत्यभिज्ञा प्रत्यभिज्ञानम् इति तत्र रेकग्निशन् इति. तत्र कस्य प्रत्यभिज्ञानं? रेकग्निशन् आफ् शकुन्तला. शकुन्तलायाः प्रत्यभिज्ञानात् परं भरतं स्वपुत्रं ज्ञात्वा, तत्र परं पूर्वम् इति विरुद्धार्थकपदमस्ति खलु. अत्र प्रथमं कस्य प्रत्यभिज्ञा अभवत्, भरतस्य अथवा शकुन्तलायाः? भरतस्य. परं, परम् इति अस्ति, ज्ञानात् परं. शकुन्तलायाः ज्ञानात् परम्. महोदय, तत्र परम् अस्ति चेत् परं तत्र अनन्तरम् इति, अनन्तरमेव. तत्र शकुन्तलायाः अभिज्ञानं भवति, तस्य अनन्तरं भरतस्य अभिज्ञानं भवति. भरतं मम पुत्रं, स्वपुत्रम् इति ज्ञातवान्. अपि तं शकुन्तलाम् अपि भरतम् अपि स्वीकृतवान् सहर्षं स्वीकृतवान्, हर्षेण स्वीकृतवान् इति अस्ति. अस्तु, इदानीं तत्र कथां समापितवन्तः. अद्य अग्रिमे वर्गे तत्र अभ्यासाः, प्रश्नाः ये सन्ति तान् सर्वान् अग्रिमे वर्गे कुर्मः. अस्तु, इदानीं समयः अपि जातः. तत्र रघुवीरनन्द महोदय तत्र अन्तिमशान्तिमन्त्रं वदतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. हरिः ओं महोदय, नमस्कारः.